सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनि व्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति तत्र प्रत्ययः प्रकृतिप्रत्ययः च समग्रदृष्टिः। तत्र वयं आर्धधातुप्रक्रियाविषये तत्र चिन्तनं प्रचलति। यदा तत्र धातोः अनन्तरम् आर्धधातुप्रत्ययः अस्ति तत्र कीदृशचिन्तनं करणीयम् अस्माभिः, तस्य विषये अत्र अभ्यास द्वितीय अभ्यासे तत्र केचन धातवः सन्ति, अपि च तेषाम् आधारीकृत्य तत्र नवल् तृच् एते सर्वे प्रत्ययाः अस्माभिः तत्र लिख्पर्यन्तं कृतं। मञ्जरी भगिनी अस्ति वा? नास्ति। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र मा धातुः विषये तत्र सूत्र द्वयं स्तः, एकमस्ति घूमास्थापा। सो घूमास्थापा इति सूत्रेण तत्र कितिनिति परे, कितिनिति प्रत्ययपरे तत्र आकारस्य दीर्घ ई इति आदेशः भवति। सो आत् स्थाने तत्र ईत् आदेशः भवति, परन्तु एतस्य सूत्रस्य कृते तत्र अपवादः अस्ति। ध्यति सति मा स्था, अनेन सूत्रेण ध्यति सति मा स्था इति सूत्रेण तकारादिकित् प्रत्ययपरे, केवलं तकारादिकित् प्रत्ययपरे मा अपि च स्था धातुः, तत्र ध्यति स्यति अपि अस्ति, परन्तु अस्माकं विषयः तु मा धातु अस्ति। सो मा धातु प्लस् तकारादिकित् प्रत्ययः कुर्मः चेत् तत्र दीर्घ ईत् न भवति, इत् आदेशः भवति, इत्युक्ते ह्रस्व इकारादेशः भवति। अतः मा अपि च स्था धातुविषये एतत् अपवादरूपेण कार्यं करोति एतत् सूत्रं ध्यति स्यति। अतः यदा वयं मा योग कोऽपि तकारादिकित् प्रत्ययः कुर्मः चेत् तत्र अस्माभिः आकारस्य स्थाने ह्रस्व इकारादेशः करणीयं, यथा तत्र क्त अस्ति, तव तु अस्ति, एते कित् अपि च तकारादि। सिमिलर्ली यदि वयं जानीमः भावकर्मणोः इति सूत्रेण सार्वधातुक् भावकर्मणोः इति सूत्रेण सार्वधातुप्रत्ययपरे सर्वेषां धातोः अनन्तरं यक् प्रत्ययस्य विधिः अस्ति, सार्वधातुके यक् इति एकं सूत्रम् अस्ति। स्क्रीन् दृश्यते वा? एतत् सूत्रं कर्तरिषप् इति सूत्रस्य प्राक् अस्ति, तस्य सूत्रस्य साक्षात् पूर्वे एतत् सूत्रम् अस्ति सार्वधातुके यक्। अस्मात् सूत्रात् एव तत्र सार्वधातुके इति पदस्य अनुवृत्तिः भवति कर्तरिष् सारि दिस् सार्वधातुके सार्वधातुके यक् अत्र पश्यतु 60 सार्वधातुके यक् इति सूत्रस्य सर्वे म्यूट् मध्ये चेत् प्रतिध्वनिः आयाति। अनेन सूत्रेण भावकर्मणोः, यदि अस्माकं विवक्षा भावे प्रयोगे अस्ति अथवा कर्मणि प्रयोगे अस्ति, तत्र सर्वेषां धातो अनन्तरं सार्वधातुप्रक्रियायां यक् प्रत्ययस्य विधिः अस्ति. यक् प्रत्ययः अपि कित् प्रत्ययः, अत्र ककारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. सो या इति भागः एव अत्र अवशिष्यते. सो वेन् वी सी देट् पठ्यते लिख्यते अनेन सूत्रेण एव तत्र यकारः मध्ये आयाति. बिकास् भावकर्मणोः सर्वेषां धातोः अनन्तरं यदा वयं धातु प्लस् तिप् कुर्मः लस्य इत्यनेन लट् लकारस्य विवक्षायां लस्य इत्यनेन तिप् प्रत्ययः एकवचनस्य विवक्षायां योजयामः सर्वे तिङ् प्रत्ययाः सार्वधातुसंज्ञकाः. परन्तु अस्माकं विवक्षा अत्र कर्तरिप्रयोगे नास्ति, अतः अत्र कर्मणि प्रयोगे अथवा भावे प्रयोगे अस्ति चेत् तत्र यक् प्रत्ययस्य विधिः अस्ति. अनन्तरम् अस्य सूत्रस्य साक्षात् अनन्तरम् अस्ति कर्तरि शप्. सो कर्तरिप्रयोगे सार्वधातुप्रक्रियायां तत्र सर्वेषां धातुः अनन्तरं शप् इति विधिः. परन्तु भावकर्मणोः इति सूत्रेण तत्र यक् प्रत्ययस्य विधिः अस्ति, यक् प्रत्ययः अपि कित् प्रत्ययः. सो यदा वयं मा योग मा विषये दिस् भावकर्मणोः इति विवक्षायां तिप् योजयामः तत्र अनेन सूत्रेण प्रथमे यक् प्रत्ययस्य विधिः भवति. सो मा योग यक् भवति, यक् प्रत्ययः अपि हलादि कित्. परन्तु एतत् यक् प्रत्ययः तकारादि कित् नास्ति, अतः अत्र मा स्थाने मा इत्यस्य दीर्घ आकारस्य तत्र ह्रस्व इक् इति आदेशः न भवितुं शक्नोति. अत्र ध्यति स्यति मा स्था इति सूत्रं कार्यं न कर्तुं शक्यते इति तत्र भेदः अस्ति. अतः अत्र किं भवति, भावकर्मणोः अत्र मी इति आदेशः भवति, मी यते इति रूपं भवति. परन्तु यदा तत्र अस्माकं यः चर्चा अस्ति त तवतु, तत्र मितः अपि च मितवत् इति भवति, ह्रस्व इकारादेशः भवति इति तत्र घूमास्थापा इति सूत्रस्य अपि च ध्यति स्यति सूत्रद्वयोः तत्र चिन्तनं कुर्मः चेत् अनेन यक् प्रत्ययनिमित्तीकृत्य वयम् अवगन्तुं शक्यते कथं सूत्रद्वयस्य तत्र उपयोगः अस्माभिः करणीयम्. एतत् सर्वैः अवगतं वा? एतत् डिफ्रेण्ट् यत् किमर्थम् आयाति इति न अवगतम्. कर्मणि प्रयोगे तत्र कर्मणि प्रयोगे पठधातुः कीदृशरूपम् अस्ति भगिनि? पठ्यते. सिमिलर्लि लिख्यते. भावकर्मणोः सर्वेषां धातोः प्रथमे तु यदा अस्माकं विवक्षा भावे प्रयोगे अस्ति अथवा कर्मणि प्रयोगे अस्ति तत्र सर्वेषां धातोः अनन्तरम् आत्मनेपदीप्रत्ययस्य विधिः अस्ति. तत्र सर्वदा आत्मनेपदीप्रत्ययः एव योजनीयम्. अतः पठ्यते लिख्यते. सो तत्र पठ्ययोग ते कुर्मः, आत्मनेपदीप्रत्ययः तु अवगतुं शक्यते, परन्तु यकारः कुतः आयाति? पठ्यते इति अस्ति रूपं, लिख्यते इति रूपम् अस्ति. सो सः यकारः अनेन सूत्रेण एव आयाति सार्वधातुके यक्. सो यदा वयं पठ्ययोग कर्मणि प्रयोगे पठधातुः सकर्मकधातुः अस्ति, पठ्ययोग ते कुर्मः, पाठ्ययोग ते कुर्मः, तत्र ते इति सार्वधातुकसंज्ञक प्रत्ययः अस्ति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सर्वे तिङ् प्रत्ययाः, लट् लकारे सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः. अतः ते इति अत्र कर्मिणी प्रयोगे अस्माकं विवक्षा अस्ति, अपि च ते इति सार्वधातुकप्रत्ययः अस्ति. अतः एतत् सूत्रं तत्र प्रसक्तः भवति, एतत् सूत्रस्य कार्यक्षेत्रं तत्र आयाति. इत्युक्ते कर्मिणी प्रयोगे अस्माकं विवक्षा अस्ति, धातु पठ अस्ति, अनन्तरं ते इति सार्वधातुकप्रत्ययः अस्ति, अतः धातोः सर्वेषां धातोः अनन्तरं सार्वधातुक कर्मणि अर्थे प्रत्ययः परे अस्ति चेत् तत्र तादृशधातोः अनन्तरं यक् प्रत्ययस्य विधिः अस्ति. यक् अपि एकं प्रत्ययः अस्ति. यक् प्रत्ययः पश्यामः चेत् अत्र केवलम् एकमेव अनुबन्धवर्णः अस्ति, तदस्ति ककारः. सो हलन्त्यमिति सूत्रेण तस्य इत्संज्ञा भवति, ककारस्य इत्संज्ञा भवति. अतः यक् इति प्रत्ययः अपि कित् प्रत्ययः. यक् प्रत्ययः कित् प्रत्ययः अपि च आर्धधातुप्रत्ययः. सो यदा वयं मा योगते कुर्मः तत्रापि मा योग यक् योगते भवति. सो मा अनन्तरम् इदानीं हलादि कित् प्रत्ययः अस्ति, न तु तकारादि कित् प्रत्ययः अस्ति. अत्र आदौ यकारः अस्ति, यकारः हल् वर्णः. अत्र तकारः आदौ नास्ति, अतः अत्र ध्यति स्यति मा स्था इति सूत्रं तस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् ध्यति स्यति इति सूत्रं वदति तकारादि कित् कित् तु अस्ति, परन्तु तकारादि नास्ति. तकारादि कित् प्रत्यये परे मा स्थाने तत्र इत् आदेशः भवति, ह्रस्व इ इति आदेशः भवति. सो तत् सूत्रम् अत्र कार्यं न कर्तुं शक्यते, बिकास् यक् इति प्रत्यय तकारादि कित् नास्ति, केवलं हलादि कित् अस्ति. अतः अत्र कस्य सूत्रस्य प्रसक्तिः? घूमास्थापा इति सूत्रस्य. बिकास् घूमास्थापा इति सूत्रे तत्रापि मा पठितमस्ति, मा धातुविषये उक्तमस्ति. सो घूमास्थापा इति सूत्रेण हलादि कित् प्रत्ययपरे आकारस्य ईत् आदेशः भवति, दीर्घ ई इति आदेशः भवति. सो अत्र मा बिकम्स् मी बिकास् हलादि कित् प्रत्ययः अस्ति. सो मी भवति चेत् अनन्तरं किमपि कार्यं नास्ति, मीयते इति रूपम् अस्ति एकवचने, मीयते. अवगतं वा? सो अत्र मीयते इति रूपं नास्ति, बिकास् अत्र धति सति इति सूत्रस्य कार्यक्षेत्रमेव नास्ति. अत्र यद्यपि कित् प्रत्ययः अस्ति, परन्तु सः तकारादि कित् नास्ति, सः हलादि कित् अस्ति. दिस् इस् द डिफ्रेन्स् बिट्वीन् घूमास्थापा इति सूत्रे अपि च ध्यति सति सूत्रमध्ये तदेव भेदः. घूमास्थापा इति सूत्रे महर्षि वदति हलादि कित् नीति प्रत्ययपरे, न केवलं कित् प्रत्ययपरे, नित् हलादि नित् प्रत्ययः अस्ति, तत्र अपि मा दीर्घ आकारस्य तत्र दीर्घ ई इति आदेशः भवति, परन्तु सः हलादि भवेत्. ध्यति सति इति सूत्रे वदति अस्य सूत्रस्य कार्यक्षेत्रं केवलं तकारादि कित् प्रत्यये एव अस्ति, अतः अत्र तस्य सूत्रस्य कार्यं नास्ति. परन्तु यदा वयं मा योगत् अपि च तवतु कुर्मः, सः हलादि कित् अपि अस्ति, तकारादि कित् अपि अस्ति. तकारः हलवर्णः, तकारः साक्षात् तकारः अस्ति. सो अत्र अपवादबलेन ध्यति सति इति सूत्रं कार्यं करोति, बिकास् तकारादि कित् विल् कम् इन्सैड् द हलादि कित्, बिकास् तकार इस् आल्सो हलवर्णः. सो यस्य सूत्रस्य कार्यक्षेत्रं कस्मिंश्चित् सूत्रस्य कार्य सम्पूर्णतया कस्मिंश्चित् सूत्रस्य कार्यक्षेत्रे पतति तद् अस्ति अपवादसूत्रम्. अतः अपवादसूत्रं सर्वदा बलवत् भवति, अतः द्वयोः मध्ये ध्यति सति इति सूत्रं बलवत् सूत्रम् अस्ति, अतः तत्र मितः मितवत् इति रूपं भवति, न तु मीतः अपि च मीतवत् इति रूपम्. अवगतं वा भगिनि? एतत् सर्वम् अस्माभिः मञ्जरी भगिन्या अस्ति. मञ्जरी भगिन्याः तत्र प्रश्नः पूर्वस्मिन् वर्गे अस्ति, भूत् कथं तत्र कथं बुद्बोद् भवति, एकस्मिन् पक्षे बुद्बोद् भवति अपि च अन्यस्मिन् पक्षे बुद्बुद् एव तिष्ठति, सा तु न आगतवती। अतः सर्वे बृहत् तत् अवगतं वा बुद्ध तस्य विषये किं सूत्रं? रलो व्यपदात् हलादेः संश्च इति सूत्रेण, सिमिलर्ली देट् सूत्रं वर्क्स् फार् लिख् धातु आल्सो, सो लिख् धातुः प्लस् बुद्ध धातुः प्लस् त्वा प्रत्ययः, त्वा प्रत्ययविषये एव अकित्वम् अध्यारोपिते अतिदेशसूत्रेण, अन्येषां प्रत्ययानां कृते कित् प्रत्ययानां कृते अकित्वम् इति अतिदेशसूत्रं नास्ति, केवलं त्वा प्रत्ययस्य कृते, त्वा प्रत्ययः यदा योजयामः तदा एव तत्र अकित्वम् इति अध्यारोपिते तत्र अतिदेशसूत्रेण सूत्रमस्ति। प्रथमे तत्र सूत्रमस्ति न त्वा सेट्, न सेट् त्वा अकित् कित्, अनन्तरं तस्य अपवादरूपेण सूत्रमस्ति रलो व्यपदात् हलादेः संश्च। तस्य सूत्रस्य विषये पूर्वस्मिन् वर्गे अस्माभिः बहु किमपि चर्चितम्। इदानीं पठ धातुः तत्तु सर्वे तत् अवगतं न, सर्वैः अवगतं तत् बुद्ध कथं बोध् भवति अपि च कुत्रचित् बुद्धेव तिष्ठति, रलो व्यपदात् इति सूत्रं सूत्रेण कार्यं वा अस्ति। पठधातुविषये किमपि तत्र विशेषः नास्ति, पठधातुः एकवारं चेतना भगिनी पाठयोग नवल् प्लस् त्रिच् करोतु भगिनि एकवारं, पठ्योग नवल् पठ् मध्ये कोऽपि चिह्नः नास्ति, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः अस्ति, एकाच उपदेशे अनुदातात् इति अनुदात् पट् अनुदातात् नास्ति, अतः सेट् अस्ति। नवुल् नकारस्य अपि च लकारस्य इत्संज्ञा भूत्वा ऊ अवशिष्यते, ऊ अनिट् अस्ति नेट् वशीकृते इति सूत्रेण। कथं जानीमः? नेड् वशीकृति इति सूत्रेण अनिट् अस्ति इति कथं वदति भगिनि? वश् ओ सीट् अस्ति वा? प्रथमे तत्र प्रत्यादेशः करोतु न भगिनि, प्रथमे प्रत्यादेशः भवति, यदि कोऽपि प्रत्यादेशः अस्ति तदा प्रत्यादेशः करणीयम्। आमामां युवोर् नाकौ इति सूत्रेण उ अक भवति, अक अनिट् आदेशः भवति, उ स्थाने अक इति आदेशः आदेशः भवति, अक अनिट् अस्ति इत्युक्ते वश् नास्ति अकारः, वलादि अपि नास्ति वशादि अपि नास्ति वलादि नास्ति, अतः सेट् नास्ति अनिट् अस्ति, इडानुकूलप्रत्ययः नास्ति। केन सूत्रेण? आर्धधातुकस्य एड् वलादेः इति, न तु नेड् वशीकृत्य, तत् सूत्रमत्र कार्यमेव न करोति, बिकास् सी वलादि एव नास्ति, वलादि एव नास्ति, किमर्थं तत् निषेधकसूत्रस्य विषये चिन्तनं करणीयम्? आदौ चिन्तनीयम्, अत्र इडागमः भवितुं शक्नोति वा? न भवितुं शक्नोति, एतत् प्रत्ययः वलादि नास्ति, सो वै शुड् ऐ थिङ्क् अबौट् नेड् वशीकृति वेन् ऐ एम् टाकिङ्ग् अबौट् नौल्? तस्य सूत्रस्य अत्र विचारः एव न करणीयं, बिकास् एतत् सूत्रं वलादि नास्ति, यत्र वलादि अस्ति तत्र एव नेड् वश्य, अपि च सः कृत् प्रत्ययः अस्ति, तदा एव नेडकृति इति सूत्रस्य विषये चिन्तनीयं। यदि अत्र इडागमः एव न भवितुं शक्नोति, किमर्थं नेड्वशीकृति इति सूत्रस्य? तत्तु निषेधसूत्रमस्ति न, इडागमस्य निषेधः तत् सूत्रं करोति। अत्र तु इडागमः एव न भवति। नमस्कारः। नमस्ते महोदय, वदतु। इडागम औपदेशिकरूपस्य करोमि वा आदेशरूपस्य? आदेशरूपस्य अपि च अनुबन्धानां निष्कासनम् अनन्तरम्, अनुबन्धानां निष्कासनम् अनन्तरम्, अपि च यदि कोऽपि प्रत्यादेशः अस्ति प्रत्यादेशस्य अनन्तरम् एव तत्र इडागमस्य प्रत्ययः इडानुकूलः वा न वा इति तत् चिन्तनम् अनन्तरं करणीयं, न तु आदेशरूपस्य प्रत्ययस्य विषये। प्रथमे इत्संज्ञकवर्णानां निष्कासनम्, इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं यदि कोऽपि प्रत्यादेशः नास्ति तदा प्रथमवर्णः कः, तत् फलप्रत्याहारस्य वर्णः अस्ति वा नास्ति, यदि अस्ति चेत् इडानुकूलप्रत्ययः, यदि नास्ति चेत् इडानुकूलप्रत्ययः नास्ति। अपि च यदि कोऽपि प्रत्यादेशः अस्ति यथा नवुल् विषये अपि च ल्युट् विषये, तत्र आदेश अनन्तरं तत्र द्रष्टव्यं तत्र प्रथमवर्णः कः। सिमिलर्लि नीच् प्रत्ययः, नीच् प्रत्ययः तत्र नकारस्य इत् भवति, चकारस्य इत् भवति, इकारः अवशिष्यते। सो इकारः वल् प्रत्याहारस्य वर्णः नास्ति, अतः नीच् प्रत्ययः अपि सेट् नास्ति, इडानुकूलप्रत्ययः नास्ति। अनन्तरमेव तत्र एतत् विचारः, वलादि वा अवलादि वा इति अनन्तरं तत्र तत् विचारः करणीयः। अस्तु, धन्यवादः। अग्रे वदतु भगिनि। सुपट्योग अक अस्ति, पट् धातोः उपधायाम् अकार ह्रस्व अकारः अस्ति, अतः अत उपधायाः इति सूत्रेण वृद्धिः भवति। अपि च नवुल् प्रत्ययः नित् अस्ति तेन कारणेन नित् अस्ति इति निति परे वृद्धिः भवति। अतः पाट् योग अक् णिति परे णिति परे तालुण्यकारः अपि च मूर्धनकारः अतः पाठक इति रूपं भवति। पाठक इति आकारान्त प्रातिपदिकम् अस्ति। अग्रे तृच् प्रत्ययः, तृच् हलन्त्यमिति सूत्रेण चकारस्य यत् भवति तस्य लोपः भवति, तृ अवशिष्यते। तृ तकारादि अस्ति, अतः वशादि अपि अस्ति वलादि अपि अस्ति, वलादि नास्ति, परन्तु वशादि नास्ति, अवशादि नास्ति, अवशादि अस्ति, अतः सेत् अस्ति, प्रत्ययः इडागमः भवति, धातुः अपि सेट्, प्रत्ययः अपि सेट्, अतः पट्योगतृ इडागमः भवति, आर्धधातु सुकस्य वलादेः इति सूत्रेण पठ्योग ईयोग तृ पठितृ भवति। पठितृ इति प्रातिपदिकं, ऋकारान्त प्रातिपदिकम् अस्ति। अत्र सामान्य अर्धधातुप्रत्ययः अस्ति इत्युक्ते कितनित् भिन्नः, कितनित् नित् नित् भिन्नप्रत्ययः अस्ति तृच् प्रत्ययः। सो यदि धातुः गुणप्रसङ्गः अस्ति चेत् तत्र गुणः भवति, परन्तु पठ् धातोः गुण कोऽपि गुणप्रसङ्गः एव नास्ति, अतः अत्र गुणः न भवति. सुनीला भगिनी, प्रश्नः अस्ति वा भगिनि? हेण्ड् रेस् कृतमस्ति. सुनीला भगिनी, श्रूयते वा भगिनि? त्रिच् प्रत्ययस्य कृते क्षम्यताम्, एतत् म्यूट् मध्ये आसीत्. अग्रे अगर् मम समस्या नास्ति, अग्रे यदि वक्तव्यमस्ति तर्हि अहं वक्तुम् इच्छामि. चेतना भगिनी वदतु किमस्ति. त्रिच् प्रत्ययस्य विषये द्वयोः सूत्रे कार्यं करोति, न अर्धधातुकस्य बलादे अपि च नेद्वशीकृति द्वयोः. अतः तस्य विचारः अवश्य करणीयं. यत्र यत्र आर्धधातुकप्रत्ययः कृत् संज्ञक नास्ति तत्र नेड्वशीकृति इति सूत्रस्य विचारः न करणीयः. यदा तत्र लृट् लकारे, लृट् लकारे पठ् धातुः प्लस् लृट् लकारः कुर्मः चेत् एकवचनस्य विवक्षायां पाठ्योग तिप् भवति. सोरि, लृट् लकारे कस्य सूत्रस्य प्रसक्तिः अस्ति? केन सूत्रेण तत्र विकरणकृत्यस्य विधिः अस्ति? शतासि लृ लिटो इति सूत्रं, शतासि लृ लिटो इति सूत्रेण तत्र कथं भवति पाठ्योग? अत्र पश्यतु, इडागमः भवति भवति, परन्तु अस्माकं विचारः किम्? अत्र त्यप्रत्ययः विकरणप्रत्ययः, न तु कृत्संज्ञक अस्ति. सो अत्र सकारः वलादि अस्ति. सो अत्र अत्रापि सेम् सूत्रेण इडागमः भवति. केन सूत्रेण? बिकास् धातोः अनन्तरं यत्किमपि प्रत्ययः अस्ति तस्य ऐदर् सार्वधातुकसंज्ञक संज्ञा अथवा अर्धधातुकसंज्ञा. सो धातोः अनन्तरम् अत्र स्य प्रत्ययः, स्य प्रत्ययः तिङ् नास्ति, शित् नास्ति, अतः अर्धधातुकं शेषः इत्यनेन स्य प्रत्ययः अर्धधातुकसंज्ञकः. सो अत्र अर्धधातुक सेड् वलादेः इति सूत्रस्य प्रसक्तिः अस्ति. अत्र नेड् वशीकृति इति सूत्रं कार्यं न कर्तुं शक्यते, बिकास् इट् चेत् न इट् आर्धधातु कृत् तत्र नेड् वशीकृति वशादिकृत् प्रत्ययः परे इडागमस्य निषेधः अस्ति, न इट्. अत्र तस्य कृत् नास्ति, कृत्संज्ञक नास्ति, अतः अत्र तत् सूत्रं कार्यं न कर्तुं शक्यते. सो अत्र कोऽपि निषेधसूत्रं नास्ति, अतः अत्र इस्य भवति, पाठ् प्लस् इस्य भवति, इडागमः भवति, धातुः अपि सेट्, स्य अपि सेट् अस्ति. सो इस्य भवति चेत् किं भवति? इदानीं कस्य सूत्रस्य प्रसक्तिः? वर्णमेलनमेव न, सकारः शकारः भवति न भगिनि? आदेशे प्रत्यययो प्रत्ययस्य आदिं सकारस्य इन्को वर्णे परे तत्र मूर्धा आदेशः भवति. सो इट् बिकम्स् पठिष्यति. अस्तु सो अत्र नेड्वशीकृति इति सूत्रस्य कार्यक्षेत्रमेव नास्ति, बिकास् स्य प्रत्ययः यद्यपि इडागमः भवति परन्तु नेड्वशीकृति इति सूत्रम् अत्र न आगन्तुं शक्यते, बिकास् स्य प्रत्ययः कृत् सञ्ज्ञक् नास्ति, परन्तु तृच् कृत् सञ्ज्ञक् तु तस्य विचारः अवश्यकरणीयम् इति तत्र नेड्वशीकृति, तत्र कृति साक्षात् उक्तम् अस्ति सूत्रे. धन्यवादः. क्षम्यतां, केन् ऐ स्पीक् प्लीस्? आं वदतु महोदय. ऐ हेव् अ डौट् दिस् वाट् ऐ सेड् अर्लियर् रिगार्डिङ्ग् द औपदेशिक form or adesh, because in dhatu for example we say ekak upadesha anudata, so why do we make a difference in between when we process dhatu and when we process the pratyaya? There also it should be upadeshik only, no? No tatha nasti na, it says ardha dhatu because we have to see how the prakriya goes na. See ekach upadeshe anudatat ityukte tat tatapi nishedak sutram asti, tat vidhi sutram tat tena sutrene idagamah na bhavati tena what I am saying is there we are talking about the upadesh upadeshik form, but here we are taking the adesh form. We should be looking at the upadeshik for upadesh form, no? Both, because it should be uniform. Yatra adesh rupi ishtam asti tatra sakshat maharishi swayam eva vadati na mahodaya adeshah. So ardhadatuk sed vala dehe iti sutrasya purve api kutra api adeshah iti padam na asti. तो कथं वयम् अवगन्तुं शक्यते आदेशरूपी प्रत्ययस्य विचारः करणीयम्? सूत्रे न उक्तमस्ति न, सोरि, सूत्रे किमपि न उक्तं न आदेशरूपी प्रत्ययस्य एव न, तत्र कथं वयं तत्र केवलम् अस्ति आर्धधातुक प्रत्ययस्य आर्धधातुक प्रत्ययस्य इडागमः. बट् द प्रत्ययधातु नवुल् सो इट् शुड् बि वु अनुधातु अनुबन्ध लोपस्य परे, सो वी शुड् टाक् अबौट् वु, नो न, वी शुड् टाक् अबौट् इत्युक्ते पाणिनि अनन्तरं हूसोवर् हेज् रिटन् द टीका. He has written that pratyasya, because atra sutra kimapi adesh, why should I think that it should be adesh rupam? Sutre to kimapi na uktam na, yatha adesh yatra yatra adesh adesh rupi karyam asti tatra to sakshat maharishi swayam eva vadati na adeshe, atra to kimapi na uktam na, atra uktam ardha dhatuk sed vala dehe. सो अत्र किमपि आदेश इति पदं नास्ति सूत्रे. सो भूसोहावर हेज् गिवन् द व्याख्या, काशिकाकार वदति अत्र अनुबन्धानाम् अनन्तरम् अपि च प्रत्यादेश अनन्तरम् एव तत्र द्रष्टव्यं तदर् प्रत्ययः वलादि वा अवलादि, तावदेव अस्ति. बिकास् सूत्रे सि वी शुड् हेव् डिस्कस्ड् दिस् इफ् देर् वास् उपदेशे इति पदम् इन् द सूत्र एण्ड् वी आर् नाट् कन्सिडरिङ्ग् देट् उपदेशे, वी आर् सेयिङ्ग् देट् नो वी विल् डू इट् आफ्टर् प्रत्यादेशः आफ्टर् अनुबन्धानां निष्कासनं, परन्तु तादृश तु किमपि नास्ति न सूत्रे, किमपि न उक्तम् उपदेशावस्थायामेव द्रष्टव्यम्. अतः सो दिस् इस् हौ द प्रक्रिया गोस्, दिस् इस् हौ it is written over there. So when we read the Tika Granthas, when we read the Vyakhya Granthas, there they have mentioned that after doing the Anubandha Nishkasanam, apicha after doing the Pratyadeshah, अनन्तरम् एव द्रष्टव्यं वेदर् द प्रत्यय इस् वलादि वा अवलादि. दिस् हौ द प्रक्रिया गो. सूत्रे अपि किमपि उक्तमस्ति, सूत्रे केवलम् उक्तमस्ति आर्धधातुप्रत्ययस्य इडागमः. अत्रापि धातु उपदेशे अत्र किमपि न, अत्र आर्धधातुक् इत्युक्ते आर्धधातुक् प्रत्ययानां संज्ञा अस्ति. सो आर्धधातुक् इति कथनेन एव आर्धधातुक् प्रत्ययानां बहुवचने. सो आर्धधातुक् प्रत्ययानाम् एव इडागमः भवति. परन्तु कीदृश आर्धधातुक् प्रत्ययानां? वलादेः. ये आर्धधातुप्रत्ययाः वलादि सन्ति तेषाम् एव इडागमः भवति. अत्र किमपि अनुवृत्तिरूपेण अपि उपदेश इति पदं पूर्वे किमपि न पठितमस्ति. सो कथं वयं तत्र सारांशः इत्युक्ते निर्णयं कर्तुं शक्यते? औपदेशिक अवस्थायामेव द्रष्टव्यम्. अस्तु, अग्रे गच्छामः. सुनील भगिनी, पाठ प्लस् त तव तु तव्यत् विषये वदति वा भगिनि? प्रयत्नं करोमि. प्रथमस्ति प्रत्यय. एषः तु अर्धधातुप्रत्ययः अस्ति, कित् अस्ति, अतः गुणनिषेधः भवति. एतत् त इति बलादि अस्ति, अतः इडानुकूल अस्ति. अतः पठ् अपि एका च अस्ति, वशादि नास्ति, अतः सेट् अस्ति. अतः धातु तथा प्रत्यय द्वयोः इडानुकूल अस्तः. अतः पठ् अधिकत इकारान्त अन्त, अतः पठि तथा त. अतः एतत् रूपं भवति पठित. एतस्य स्त्रीलिङ्गी अस्ति पठिता, तथा नपुसकलिङ्गी अस्ति पठितम्. अग्रे गच्छामि वा? एकनिमिषः भगिनि. धातुविषये धातोः इडागमः न भवति, परन्तु केचन धातोः अनन्तरम् इडागमस्य निषेधः अस्ति. यद्यपि प्रत्ययः सेट् अस्ति, इडानुकूलः अस्ति, परन्तु केचन धातोः अनन्तरम् इडागमस्य निषेधः अस्ति. सूत्रमस्ति नेड् एकाच उपदेशे अनुदातात्. तत्र धातुविषये वशादि वा इति न द्रष्टव्यम्. तत्र द्रष्टव्यं यः अवशिष्टस्वरः पठधातोः पठ इति अस्ति औपदेशिकरूपम्. यः अवशिष्टस्वरः सः अकारः अस्ति. पकारस्य अनन्तरं यः अकारः सः अवशिष्टस्वरः. अतः पठधातु एका च अस्ति, अपि च यः अकारः अत्र अवशिष्टस्वरः सः अनुदात नास्ति. बिकास् सूत्रमस्ति एकाच उपदेशे अनुदातात्. अनुदातात् इति पञ्चम्यन्तं पदं, पञ्चम्यन्तं पदम्. सो एकाच उपदेशे अनुदातात् अनन्तरं किं? न इट्. परन्तु अत्र तु अनुदातात् नास्ति, अत्र उदात् प्रायशः अस्ति. अतः इडागमस्य अत्र कोऽपि निषेधः अस्ति. सो वि से धातु इस् सेट्. नीधातुः नीधातुः अत्र यः अवशिष्टस्वरः सः दीर्घ ईकारः दीर्घ ईकारः तस्य अधोभागे तत्र चिह्नम् अस्ति अनुदात् चिह्नम् अस्ति सो एतस्य धातोः अनन्तरं यद् त प्रत्यय योजयामः तत्र ईडागमस्य निषेधः भवति यद्यपि क्त प्रत्ययः वलादि अस्ति अवशादि अस्ति तस्य ईडागमः भवति परन्तु नी धातुः अनुदातात् अस्ति सो अनुदातात् धातोः अनन्तरम् इडागमस्य निषेधः अस्ति इति तत्र धातुविषये सो नेड् एका च उपदेशे अनुदातात् सूत्रम् अपि इडागमस्य निषेधकसूत्रम् अस्ति परन्तु पाठविषये तु कोऽपि निषेधः नास्ति बिकास् अत्र अनुदात् स्वरः नास्ति अत्र तु उदात् स्वरः अस्ति अतः तस्मात् अनन्तरं कोऽपि निषेधः नास्ति इडागमस्य सो इडागमः भवति सो धातु सेट् अस्ति तावत् विषये वदतु भगिनि एषः अपि अर्धधातु कित् अस्ति अतः गुणनिषेधः अस्ति तर्हि पठित् अधिक वत्तु वत् इति मिलित्वा पठितवत् पठितवत् तवतु प्रत्यये कस्य कस्य संज्ञा अस्ति को को तथा तवतु इति तु इति उकारान् ऊ अस्ति तस्य अनुनासिक अस्ति अनुनासिक सत्यम् अथ एतत् सः पठितवत् तवत् इति इदानीं बलादि अस्ति अतः एतत्तु पठित इदानीं कित् अस्ति अतः गुणः नास्ति परन्तु इडानुकूल अस्ति अतः पठ पठि तत्र पठ इदानीमेव अस्माभिः कथितमासीत् एतत् उदात्तेत् स्वर यत् अनुबन्ध अतः अपठ् इति सेट् धातु अस्ति सेट् धातु तथा सेट् इदानुकूल प्रत्यय मिलित्वा पठ् एतस्य पठि तथा तवत् अतः पठितवत् इति पुल्लिङ्गरूपं भवति पठितवत् इति प्रातिपदिकम् अस्ति कृदन्त प्रातिपदिकं पुल्लिङ्गे पठितवत् स्त्रीलिङ्गे पठितवती नपुंसकलिङ्गे पुल्लिङ्गे पठितवान् रूपं भवति पठितवान् सत्यं प्रातिपदिकं तु सर्वेषां कृते पठितवत् एव प्रातिपदिकं स्त्रीलिङ्गे पठितवती एण्ड् पुल्लिङ्गे पठितवान् नपुंसकलिङ्गे पठितवत् अथवा तव्यत् प्रत्यव्य त इति एतत् अन्तिमुक्तौ हलन्त हलादि इति तर्हि तव्य इति अवशिष्टम् एतत् अर्धधातु वलादि अस्ति अतः इदानुकूल अस्ति एतत् सामान्य अर्धधातुक् अस्ति कित्ने नास्ति अतः अवशादि अपि अस्ति अतः पठितव्य पठितव्य इति रूपं भवति अनियर् अग्रे गच्छामि वा आं वदतु अनियर् विषये वदतु अनियर् इति अ इति अवलादि अस्ति अतः एतत् इदानुकूल नास्ति अतः पठ अत्र किमपि परिवर्तनं न भवति पठ अधिक अनीय पठनीय इति पुल्लिङ्गप्रातिपदिक प्रातिपदिक पठनीय पुल्लिङ्गि पठनीयः स्त्रीलिङ्गि पठनीय नपुंसकलिङ्गि पठनीय इत्युक्ते पुल्लिङ्गे प्रातिपदिकम् इत्युक्ते प्रातिपदिकं भवति पठनीय अकारान्त् प्रातिपदिकम् अत्र निष्पद्यते अनियर् कृते निमित्तीकृत्य सो पुल्लिङ्गे एतस्य रूपाणि त्रिषु लिङ्गेषु भवति अतः पठनीयः पठनीया पठनीयम् इति तत्र त्रिषु लिङ्गेषु रूपं तत्र सम्भवति तत्र अनियर् प्रत्ययः सो अनियर् प्रत्ययः अपि च तव्यत् प्रत्ययः एते कर्मणि प्रत्ययः दीस् आर् आफ्न्लि यूस्ड् फार् कर्मणि प्रयोग पठनीय इत्युक्ते कर्मणि प्रयोगः इत्युक्ते अत्र पठनीय इत्युक्ते कर्तारं न बोधयति कर्मपदं बोधयति पुस्तकं पठनीयम् अपि च गीता पठनीया सो डिपेण्डिङ्ग् अपान् द कर्मपदस्य लिङ्गं किं तस्य आधारीकृत्य एव पठनीय इति प्रातिपदिकस्य रूपं भवति गीता इति आकारान् स्त्रीलिङ्ग् अस्ति अतः गीता पठनीया ग्रन्थं ग्रन्थः पठनीयः पुस्तकं पठनीयम् इति तत्र कर्मणि प्रयोगे भवति अन्य भवति किम् अग्रिमे अग्रिमः वदामि वा अत्र नित्यस्त्रीलिङ्गि क्रियां क्ति इति सूत्रेण किन् प्रत्ययः चन्द्रामेति भगिनी वदति वा भगिनी वक्तुमिच्छति वा भगिनी आं भगिनि किमस्ति भगिनि क्तिन् प्रत्ययः पाठयोग क्तिन् पठयोगः किं प्रत्ययः किम् इति स्त्रीप्रत्ययः अस्ति ककारस्य संज्ञा भवति लशकुतत्वसूत्रेण नकारस्य संज्ञा फलन्यम् इति सूत्रेण तस्य लोपकसूत्रेण द्वयमपि अपगच्छति एव अवशिष्यति पठयोगः अत्र कित् अस्ति अतः सार्धधातुकप्रत्ययः कित् प्रत्ययः अस्ति अतः गुणः न भवति अत्र पठ पठ अत्र अनित् अस्ति अतः डागमः भवितुम् अर्हति इति वलादिप्रत्ययः अस्ति शादिः नास्ति अतः द्वयमपि इडागम अनुकूलः अस्ति अत्र एकं निषेधसूत्रं पूर्वस्मिन् वर्गे अस्माभिः पठितं न ति तु तत्र अथ चीसु सरककेषु नाइट् अत्र तीरूपि अस्ति न भगिनि तस्मिन् सूत्रे यः ति इति पठितं सः क्तिन् प्रत्ययः एव अस्ति प्रायशः वेनेवर् वी आर् सेट् दातु अनन्तरं सि यदा अन्यट् दातु अस्ति तत्र तु कोऽपि चिन्तनम् एव नास्ति परन्तु यदा यदा धातुः सेट् अस्ति ति इति वलादि अस्ति अवशादि अस्ति सर्वदा तत्र ति तु तथ इति सूत्रस्य प्रसक्तिः भवति सुक्तिन् प्रत्यये प्रायशः इडागमः न भवति कितिन् प्रतिन् प्रत्ययनिमित्तीकृत्य यद्यपि धातु सेट् अस्ति तथापि तत्र इडागमस्य निषेधः भवति सो इडागमः न भवति अत्र सूत्रमस्ति ति सूत्र तथ स सरककेषु न इट् तस्मिन् सूत्रे यः ति पठितं सः क्तिन् प्रत्ययः एव क्तिन् प्रत्ययः ति अवशिष्टभागः सो इडागमस्य निषेधः अस्ति ति तु इत्यनेन इदानीं पठयोगः ति अत्र सन्धिकार्यम् अस्ति तोहोष्टुनाष्टुः तोहोष्टुनाष्टुः स्तोः स्तोः इत्युक्ते सकार तकार तु इति वर्णयोः तकार तकारः परे अस्ति न अत्र स्तोः तकारः विल्बिकं तुत्वसन्धि तकारः विल्बिकं टवर्गीयवर्णः टकारः अनन्तरं पाठ्योग टि इति भवति पाठ्योग टि इदानीं पठि न अत्र खरिच इति सूत्रमपि कार्यं करोति न भगिनि ट ठ ड खरिच इति सूत्रे अत्र पठ अत्र डा आगच्छति डा आगच्छति ट ठ ड खरि इत्यनेन चरत्वं भवति चरवर्णः वर्गीयप्रथमवर्णः कर्तृसन्धि ठकारस्य चकारः जलवर्णः अस्ति परे जलवर्णे परे तस्य चर आदेशः भवति ठ विल् बिकम् ट सो पट्टि इति रूपम् अस्ति ष्टुत्वम् अनन्तरं कर्तुम् अनन्तरं कर्तुं भूत्वा पट्टि इति रूपं भवति सो वेनवर् क्तिन् प्रत्ययः अस्ति प्रायशः यद् धातु अपि सेट् तत्र इडागमस्य निषेधः भवति यद्यपि प्रत्ययः इडानुकूल अस्ति तथापि इडागमस्य निषेधः भवति सूत्रमस्ति ति तु तत्र त्र तथ सीसु सरककेषु एतेषु एतेषु एतेषां प्रत्ययानां तत्र न इट् भवति इति आदौ यदौ एव इकारः अस्ति ति प्रत्यये तिन् प्रत्यये अतः पुनः आदौ नास्ति अत्र ति इति यः पठितम् अस्ति तत्र तस्मिन् सूत्रे ति तु तथ इति सूत्रे यः ति पठितं सः क्तिन् प्रत्ययस्य ति अस्ति इत्युक्ते लौकिकरूपम् अस्ति निरनुबन्धरूपं पठितं तस्मिन् सूत्रे ति इति सिमिलर्लि तु इति कथनेन तत्र निरनुबन्धरूपम् अस्ति त्र इति यः अस्ति तत्रापि तु इति कस्मिन् प्रत्यये आगच्छति तु इति एते सर्वे प्रायशः ति विहाय अन्य सर्वे तत्र उनादिप्रत्ययाः ति एव अस्माकं परिचितं प्रत्ययः किं प्रत्ययस्य आगमने न भवति सत्यं सत्यं सो यद्यपि धातुः सोरि प्रत्ययः वलादि अस्ति अवशादि अस्ति तथापि अत्र ईडागमः न भवति बिकास् तत्र एकम् अन्यत् निषेधकसूत्रम् अस्ति ती तु तथ इति सूत्रेण न द्रष्टव्य हा इदागमः प्रायशः अत्र न भवति मे बि सम् अपवादास् आर् देयर् बट् पठदातु विषये भवति सामान्य अवकरणं किमपि अस्ति वा धातु विना दृष्ट्वा आत्मनेपदी अनिट् तादृशं किमपि अस्ति वा नियमः सामान्यनियमः भगिनि प्रायशः इत्युक्ते प्रायशः विषये अबौ 90% वेन् ऐ से प्रायशः इट् मीन्स् मोर् देन् 90% प्रायशः सर्वे हलन्तदातवः सेट् हलन्तदात् यथा पठ अस्ति लिख अस्ति बुध अस्ति धाव् अस्ति एते हलन्तदातवः अन्ते हल् वर्णः अस्ति सो प्रायशः सर्वे हलन्त सर्वे न वक्तव्यं प्रायशः हलन्तदातवः सेट् सिमिलर्लि प्रायशः अजन्तदातवः अनिट् भू यथा नी अस्ति झी अस्ति एते अजन्तदातवः दोस् आर् अनिट् तादृश अस्ति ल्युट् विषये अपि वदतु भगिनि प्रश्नः अस्ति अष्टाध्यायी डाट् काम् मध्ये पट्टी विषये अन्तिमे अ अ इति एकः सूत्र एकं सूत्रम् अस्ति किमर्थमिति न अवगतम् पट्योग तिन् विषये अन्तिमे पट्टी निष्पद्यते खलु तत्र इति एक सूत्रम् अस्ति अन्तिमं सूत्रम् 8.4.68 कुत्र अस्ति पठदातुः कृदन्ते तिन् प्रत्ययविषये वा भगिनि पट्टि कुत्र अस्ति भगिनि किम् अ सूत्रं वदति भगिनि स्क्रीन् दृश्यते वा भगिनि कुत्र अस्ति मेन् स्टेप्स् इति अस्ति खलु रैट् अपर् कार्नर् मेन् लास्ट् इति दिस् इस् द लास्ट् सूत्र आफ् द ग्रन्थ बिकास् तत्र सी दिस् अकार इस् अ विशिष्ट वर्णः सो प्रक्रियादशायां विवृत्तज्ञाप् सो दिस् इस् अबौट् द आभ्यन्तरप्रयत्नं भगिनि सो डोण्ट् थिङ्क् मच् अबौट् दिस् पठित्वा वदामि सो दिस् सूत्र इस् लास्ट् सूत्रं बिकास् अकारः प्रक्रियायां विवृत् इति भवति इत्युक्ते संवृत् विवृत् दीस् आर् द आभ्यन्तरप्रयत्न सो डोण्ट् थिङ्क् मच् अबौट् दिस् पठित्वा वदामि चन्द्रमाति भगिनि ल्युट् विषये वदति वा भगिनि पदियोगः ल्युट् अत्र अपि ल्युट् स्थाने लकारस्य संज्ञा भवति टकारस्य संज्ञा भवति यु एव अवशिष्यते योर् अनकौ सूत्रेण अना इति आदेशः भवति अत्र पठ योगः अन पठन पठनं इति अपि च ल्युट् इति नित्य नपुंसकलिङ्गे एव रूपं भवति, पठनम् इति भवति. अपि च अत्र ल्युट् प्रत्ययः क्रियायाः भावमेव तत्र अनेन ज्ञायते, इत्युक्ते पठनं, लेखनं, वदनं, द एक्ट् आफ् स्पीकिङ्ग्, एक्ट् आफ् रैटिङ्ग्, द एक्ट् आफ् रीडिङ्ग्, अहं पठनं करोमि. सो नित्यनपुंसकलिङ्गे एव रूपम् अस्ति. यथा क्तिन् प्रत्यये नित्यस्त्रीलिङ्गे एव रूपम् अस्ति, अत्रापि ल्युट् प्रत्ययः नित्यनपुंसकलिङ्गे एव रूपं भवति. अण्ड् भावं, क्रियायाः भावम् एव अनेन ज्ञायते ल्युट् प्रत्ययनिमित्ते. कुत्र भावे इति लिखति चेत् क्रियायाः भावं द्योतयति, क्रियामेव क्रियामेव द्योतयति. भाव इत्युक्ते क्रिया, क्रियाविषये एव तत् तस्य ज्ञानं भवति, तत्र तेन रूपेण क्रियायाः ज्ञानमेव. कर्तृप्रयोगे कर्तुः प्राधान्यं, कर्मणि प्रयोगे कर्मस्य, भावे प्रयोगे क्रियायाः भावं द्योतयति. तादृशं क्रियामेव द्योते, क्रियाम् एव तत्र अवगच्छामः तेन. भाव इत्युक्ते क्रिया एव, तत्र कर्मपदं न, कर्तृपदस्य ज्ञानं न भवति, कर्मपदस्य ज्ञानं न भवति, केवलं क्रियायाः तत्र ज्ञानं भवति. तादृशं स्वार्थे स्वार्थे इति वदति चेत् क्रियायाः अर्थमेव अत्र तदेव द्योते इति अस्ति वा? कुत्र स्वार्थे इत्युक्ते स्वस्य अर्थं दातुं वयं भू भूसप्तायां तादृशं वयं धातुः पठनसमये धातोः अर्थमपि पठति. इत्युक्ते यदा कोऽपि सर्वे प्रत्ययानां योजनेन किञ्चित् तत्र अर्थस्य बोधः ज्ञायते एव, परन्तु कुत्रचित् प्रत्ययः स्वार्थे वयं योजयामः. सो स्वार्थे योजयामः चेत् धातोः यत्किमपि अर्थः अस्ति तस्य कोऽपि परिवर्तनं न भवति. अत्र निच् प्रत्ययं वा सम्प्रत्ययं वा योजयति चेत् अत्र सम्प्रत्ययस्य अर्थः अस्ति भगिनि. निच् प्रत्ययः अल इच्छार्थे अस्ति इति अस्ति, किन्तु कुत्र स्वार्थे इति लिखितं चेत् क्रियायाः अर्थम् एव स्वीकरोतु तत् तादृश. यत्र यत्र स्वार्थे प्रत्ययः अस्ति तत्र क्रियायाः यत् अर्थमस्ति तदेव ज्ञायते, कोऽपि अर्थभेदः न भवति. निजन्तमपि तादृश कुत्र निजन्तं दत्तं किन्तु स्वार्थे इति वदति चेत् स्वार्थे एव स्वीकरोतु इति प्रेरणार्थः नास्ति अत्र तादृशम् अस्ति. हा इत्युक्ते चुरादिगणे यदा वयं निच् योजयामः, आदौ एव निच् योजयामः, तत्र निच् प्रत्ययः स्वार्थे अस्ति. सो तत्र धातोः अर्थस्य कोऽपि परिवर्तनं न भवति, परन्तु यदा हेतुमति च इति सूत्रेण निच् योजयामः तत्र किञ्चित् अर्थस्य परिवर्तनं भवति, हेतु अर्थे भवति इति तत्र भेदः अस्ति. अस्तु, इदानीम् अत्र किञ्चित् परिशिष्टम् अस्ति, इत्युक्ते आर्धधातुकप्रत्ययेषु अस्माभिः तत्र कित्नित् अपि च कित्नित् णित्नित् प्रत्ययः अपि च कित्नित् णित्नित् भिन्नप्रत्ययः, एतेषां तत्र तादृश तत्र भेदः अस्ति. सो कित्नित् आधारीकृत्य किनिति च इति सूत्रेण तत्र किति कित् प्रत्ययः घित् प्रत्ययः णित् प्रत्ययः परे अस्ति चेत् तत्र गुणस्य निषेधः भवति. अङ्ककार्यं यद् गुणकार्यम् अथवा वृद्धिकार्यम् अस्ति तद् गुणनिषेधः भवति. सो किनिति च सूत्रस्य एव अत्र किञ्चित् उल्लेखः अस्ति, यद्यपि एतत् आवश्यकं नास्ति परन्तु एकवारं पठामः अत्र किं लिखितम् अस्ति. चेतना भगिनी एतत् पठतु भगिनि एकवारं. परिशिष्टम् उपर्युक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः कित् णित् युत् णित् न कित् नित् यत् नित् कित् नित् यत् नित् भिन्नः एतावता अस्माभिः दृष्टं यत् तुदादिगणे इकः गुणः न भवति तत्र एकं सूत्रम् उक्तम् आसीत् किणिति च 115 अत्र अस्य सूत्रस्य अर्थः स्थापितः किणिति च यः प्रत्ययः सुदादिगणे इकः गुणः न भवति तस्य कः अर्थः भगिनि सुदादिगणे विकरणप्रत्ययः ष अस्ति तत्र षित् अस्ति परन्तु पित् न अपित् अस्ति अतः गुणः न भवति अतः सार्वधातु सूत्रेण न प्रथमे सार्वधातुक् अपित् इति सूत्रेण श प्रत्ययः षित् अस्ति परन्तु पित् नास्ति अपित् अस्ति अतः किणिति च इति सूत्रस्य प्रसङ्गः नास्ति प्रसङ्गः नास्ति किमर्थं गुणः न भवति अपित् अस्ति सार्वधातुकम् अपित् इति सूत्रेण ओ नित्वत् भवति शप्रत्ययः यद्यपि साक्षात् अन्यतन अस्ति परन्तु अतिदेशसूत्रेण शप्रत्ययः निद् इव भवति निद्वद् भवति सार्वधातुकम् अपित् नित् इति तत्र सम्पूर्णसूत्रमस्ति अनुवृत्तिसहितसूत्रम् सार्वधातुकम् अपित् अपित् सार्वधातुकप्रत्ययः निद् शप्रत्ययः अपि सार्वधातुक अस्ति अपित् अस्ति अतः शप्रत्ययः अपि निद् भवति अतः किणिति च सूत्रस्य प्रसक्तिः तत्र यावत्पर्यन्तं सः कित् घित् अथवा नित् नास्ति तावत्पर्यन्तं किणिति च सूत्रं न आगन्तुं शक्यते बिकास् किणिति च सूत्रं वदति कित् प्रत्यय घित् प्रत्यय नित् प्रत्यय अस्ति चेदेव गुणस्य निषेधः लिख् लिख् एव तिष्ठति लिख् लेख् न भवति तत्र यदा तत्र शिवप्रत्ययः परे अस्ति लिखति एव रूपम् अस्ति न तु लेखति इति रूपम् लिख् तुदादिगणस्य धातु अस्ति इति तत्र अर्थः अस्ति सो इकः इकवर्णस्य गुणः न भवति तुदादिगणे बिकास् तत्र किणिति च सूत्रम् आगत्य तस्य बाधा करोति यद्यपि सार्वधातुक अस्ति बिकास् सी सार्वधातुक अर्धधातुकयोः इति सूत्रं वदति केवलं सार्वधातुकप्रत्ययपरे अथवा अर्धधातुकप्रत्ययपरे इकः गुणः भवेत् अस्मिन् सूत्रे किमपि न उक्तं सः सार्वधातुक कीदृशः अर्धधातुक कीदृशः किमपि न उक्तं तत्र उक्तं सार्वधातुक अर्धधातुकयोः अथवा पुगन्तलघुपदस्य च सार्वधातुक अर्धधातुकयोः सप्तमीदि वचनमस्ति अनन्तरं तत्र निषेधकसूत्रमस्ति अनन्तरम् इत्युक्ते प्रथम अध्याये एव अस्ति किणिति च गुणकार्यस्य वृद्धिकार्यस्य निषेधः करोति लिखयोगश कुर्मः चेत् सार्वधातुक इति सारि पुगन्तलघुपदस्य च इति सूत्रं तत्र प्रसक्तः भवति परन्तु किणिति च सूत्रम् आगत्य तस्य कार्यस्य बाधा करोति निषेधः करोति सो दिस् वी शुड् हौ द सूत्र केन् सूत्र कम् इस् वन् थिङ्ग् can sutra finally do the work is another thing sutra can come but some other sutra is coming and stopping it from doing the action yes pathatu idanim sutram pathatu kiniti cha yah pratyayah git kit athva nit nasti अपि च तस्मात् अस्ति किमिति च. अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणः वृद्धिः न भवति. किमर्थः अस्ति अस्य? गित् प्रत्ययः गित् कित् अथवा णित् अस्ति चेत् तस्य पूर्वं तस्मात् प्रत्ययात् पूर्वं प्रत्ययस्य पूर्वे किम् अस्ति? प्रत्ययात् पूर्वं किम् अस्ति? अङ्गम् अस्ति. अङ्गमस्ति. सि आल्वेस् रिमेम्बर् देट् वृद्धिकार्यं गुणकार्यम् अङ्गकार्यम्. एतत् गुणकार्यम् अपि च वृद्धिकार्यम् अङ्गे भवति. सो प्रत्ययस्य प्राक् यत् अस्ति तत् अङ्गम् अस्ति. सो अङ्गे इकवर्णस्य गुणः भवति अथवा वृद्धिः भवति. बट् इट् सेस् देट् किनिचित् च सूत्रं सेस् देट् एण्ड् गुणः अपि च वृद्धिकार्यं प्रत्ययस्य कारणेन भवति. प्रत्यय एव निमित्तमस्ति गुणकार्यस्य कृते वृद्धिकार्यस्य कृते. एण्ड् सेम् प्रत्यय यदि सेम् प्रत्यय श प्रत्ययः सार्वधातुकप्रत्ययः श प्रत्ययनिमित्तीकृत्य लिख् धातोः गुणः प्रसङ्गः अस्ति. परन्तु सेम् प्रत्ययनिमित्तीकृत्य श प्रत्यय एव गुणस्य बाधा करोति बिकास् श प्रत्यय निद् इव अस्ति. देट् इस् वाट् इस् रिटन् ओवर् हियर्. अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः श प्रत्ययस्य कारणतः एव इकस्थाने गुणः वा वृद्धि वा यः भवति स्म सः न भवति. सेम् प्रत्ययनिमित्तीकृत्य कार्यमस्ति. सेम् प्रत्ययनिमित्तीकृत्य गुणस्य तत् कार्यस्य निषेधः भवति बिकास् तस्मिन् प्रत्यये किमपि विशिष्ट गुणः अस्ति. सः ऐदर् कित् अस्ति अथवा गित् अस्ति अथवा नित् अस्ति. तादृश अस्ति चेदेव गुणस्य अपि च वृद्धिः इत्यस्य बाधा. अग्रे अपि पठतु. अस्मिन् सूत्रे च कित् नित् इत्युक्तं, किन्तु न केवलं कित् नित् अपि तु गित् इत्यपि उक्तम्. तर्हि तत्र एकः प्रश्नः उदेति. अत्र उपरितने पाठे अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इत्युक्तम्. समग्रदृष्टिः इति चेत् गित् प्रत्ययस्य का गतिः? प्रत्ययचिन्तने अस्य किं स्थानम्? किमर्थं न उक्तम्? उत्तरम् अस्ति यत् सम्पूर्णः कः प्रश्नः? प्रश्नम् अवगतं वा? किणिति च मध्ये गकारस्य गित् उक्तम् अस्ति. अत्र ककारद्वयं श्रूयते. सो यः प्रथमः गकारः सः प्रायशः गित्. सो गित् कथं कित् भवति? केन सूत्रेण अत्र कार्यं भवति भगिनि? सत्यं खरिच. सो मूले गित् अस्ति परन्तु सन्धि अनन्तरं तदेव कित् भवति. सो अत्र ककारद्वयं श्रूयते. सो प्रायशः अत्र गित् कित् अपि च नित्. इदानीं वदतु प्रश्नः कः? प्रश्नम् अत्र कः प्रश्नः अत्र उक्तमस्ति? गित् प्रत्ययः प्रत्ययस्य का गतिः? प्रक्रियाचिन्तने अस्य किं स्थानम्? इत्युक्ते उपरि अस्माभिः कित् प्रत्ययः दृष्टम्. अपि च अत्र तुदादिगणे यदा लिख् धातुः अस्ति तत्र लट् लकारस्य प्रथमपुरुषे एकवचनस्य चिन्तनसमये प्रक्रियायां तत्र यदा श प्रत्ययः आयाति सः श प्रत्ययः नित् अस्ति सो नित् प्रत्ययः अपि अस्माभिः दृष्टम् उपरि प्रक्रियाविषये नित् अपि दृष्टं कित् अपि दृष्टं परन्तु कोऽपि घित् प्रत्ययः अस्माभिः न दृष्टम् उपरि कोऽपि घित् प्रत्ययः अत्र नास्ति सो यदि सूत्रे घित् उक्तमस्ति किमर्थं प्रक्रियावेलायां तत्र किमपि अस्माभिः घित् प्रत्ययः तत्र न तस्य विषये चिन्तनं न कृतं सो तत्र घित् प्रत्ययस्य घित् प्रत्ययः कोऽपि अस्ति वा इति तत्र प्रश्नः ग्रन्थे इत्युक्ते प्रत्ययेषु कोऽपि घित् प्रत्ययः अस्ति वा बिकास् सूत्रे घित् उक्तम् अस्ति चेत् देयर् शुड् बि एट्लीस्ट् वन् घित् प्रत्यय शुड् बि देयर् न एट्लीस्ट् बिकास् सूत्रे यदि महर्षि घित् घित् विषये वदति देन् देर् शुड् बि एट्लीस्ट् वन् घित् प्रत्ययः if there is no git pratyay why should he speak unnecessarily here git git so that is the prashna git pratyasya ka gati hi kopi git pratyah asti va nasti because upri to asmabhi kimapi git pratyah na drishtam atra kopi git pratyah na uktam asti तो तस्य का गतिः अस्ति व्याकरणशास्त्रे अथवा अष्टाध्यायीग्रन्थे कोऽपि गित् प्रत्ययः अस्ति वा इति तत्र प्रश्नः अस्ति किमर्थम् अस्माभिः गित् प्रत्ययः उपरि न दृष्टं यत्र अस्माकं यः बिकास् वी आर् सेयिङ्ग् समग्रदृष्टिः अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः समग्रदृष्टिः अस्ति चेत् there should be that git pratyay should also should have been there because sutre yadi git uktam asti because we are saying samagra drishti hi that is the question uttaram api pathatu bhagini ekvar uttaram asti yat sampurna sanskrita bhashayam yani pramukha karyani santi tesham sarvesham sarvadana सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावदेव आवश्यकं गित् नाम्ना कश्चन प्रत्ययः अस्ति स च एकः एव सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित् घ्नु इति तस्य कृते च एकमेव सूत्रम् गस्नु प्रत्यये अत्र घकारस्य केन सूत्रेण संज्ञा भगिनि गित् अस्ति अत्र गित् उक्तम् बिकास् इट् इस् अ कुवर्णः अपि च आदौ अस्ति लशकु तदिते इति सूत्रेण प्रत्ययस्य आदौ कोऽपि लशकु अस्ति चेत् तस्य इत् संज्ञा भवति सो घित् इत्युक्ते गकारः इत् यस्मिन् सः घित् सो गस्नु प्रत्यये एव तस्य कृते च एकमेव सूत्रम् अपि च अनेन घुस्नु प्रत्ययेन केवलम् एकः शब्दः निष्पन्नः यस्यं साधनार्थं गश्नु प्रत्ययस्य गित्वम् आवश्यकम् तदपि किञ्चित् विवादास्पदं नाम अन्येन उपायेन इत्संज्ञकगकारं विनापि साधयितुं शक्यते अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति तस्मिन् गित् प्रत्ययस्य किमपि स्थानं नास्ति. किञ्चित् वदतु किम् उक्तम्. सम्पूर्ण संस्कृतभाषायां एकमेव प्रत्ययः अस्ति यः गित् अस्ति. सः अस्ति गस्नु. अतः किणिति च इति सूत्र सूत्रेण एव कस्नु प्रत्यय निमित्तीकृत्य गुणनिषेधः भवति, निषेधः भवति. परन्तु गस्नु प्रत्ययविषये किमपि उक्तं न, तस्य कृते च एकम् एव सूत्रम्. सो एकमेव सूत्रमस्ति सम्पूर्णसंस्कृतभाषायां, येन सूत्रेण वयं गस्नु प्रत्ययः कस्मात् अनन्तरं योजयितुं शक्नुमः. इत्युक्ते सर्वेषां धातुः अनन्तरं गस्नु इत्यस्य विधिः नास्ति. अग्रे तत्र सूत्रस्य विषये अग्रे अस्ति, तत् सूत्रं किं गलाजिस्थश्च गस्नु इति, इत्युक्ते गस्नु इति अत्र सूत्रे अस्ति, एतदेव सूत्रम् अस्ति. अनेन सूत्रेण एव तत्र गस्नु प्रत्ययस्य विधिः दत्ता. सो अत्र लिखितं गस्नु प्रत्ययस्य कृते एकमेव सूत्रम् अस्ति, अपि च अनेन सूत्रेण केवलं एकः शब्दः एव निष्पन्नः भवति. एकस्य शब्दस्य निष्पद्यार्थम् एव गस्नु प्रत्ययः अस्ति सम्पूर्णव्याकरणशास्त्रे. अपि च एण्ड् देर् इस् आल्सो अपवाद, यस्य साधनार्थं गस्नु प्रत्ययस्य गित्वम् आवश्यकं. सो बिकास् तत् यत् किमपि पदम् अनेन प्रत्ययेन निष्पद्यते तत्र गित्वम् आवश्यकम् अस्ति. इत्युक्ते तत्र प्रायशः अङ्गे गुणकार्यस्य गुणकार्यं न भवति. सो गस्नु प्रत्यये गित्वस्य तत्र प्रयोजनम् अस्ति. परन्तु इदानीं सो टिल् नौ इट् वास् ओके, एट्लीस्ट् वन् पद इस् मेड् फ्रोम् दिस् गस्नु प्रत्यय एण्ड् फार् देट् द गित्वम् इस् आवश्यकम्. सो टिल् नौ इट् वास् ओके, बट् अनन्तरं किं वदति, तदपि किञ्चित् विवादास्पदम् अस्ति. देट् वन् पद, देट् वन् वर्ड् देट् वी गेट् फ्रोम् एडिङ्ग् दिस् गस्नु प्रत्यय इस् दियर् अपि तत्र विवादः अस्ति. केचन वदन्ति वी केन् मेक् दिस् पद विदौट् गस्नु प्रत्यय, वी डोण्ट् नीड् दिस् गस्नु प्रत्यय. अदर् देन् गस्नु प्रत्यय आल्सो वी केन् मेक् देट् पद. देट् इस् वै देर् इस् सम् विवाद, अपवादः अस्ति. केचन वैयाकरणाः तत्र वदन्ति गस्नु विहाय अपि वयं तत् पदस्य निष्पत्तिः कर्तुं शक्यते. नाम अनेन उपायेन इत्संज्ञक गकारं विना अपि साधयितुं शक्नुमः. वी डोण्ट् नीड् देट् गित् इन् देट् अदर् देन् दिस् गकार वी केन् मेक् देट् पद. अतः सो अतः आहत्य अस्माकं यः उपरितनमूलविषयः प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति यः आसीत् तस्मिन् गित् प्रत्ययस्य किमपि स्थानमेव नास्ति. देट् इस् वै वी हेव् नाट् डिस्कस्ड् कोऽपि गित् प्रत्ययः, बिकास् भाषायाम् एकमेव गित् प्रत्ययः, तेन एकमेव पदस्य निष्पत्तिः भवति एण्ड् तत् पदमपि विवादास्पदमस्ति. That is why we have not discussed the git pratyaha in the samagra drishti. Iti uktam asti. Atra etat vakyam api pathatu bhagni. Atra jignasunam krite git pratyasya karyam upasthapyate parantu asya bodhaha nitaram अनावश्यकः अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम्. सो दोस् हू आर् इण्ट्रेस्टेड् दे केन् रीड् द गस्नु प्रत्ययस्य यत् किमपि कार्यम् अस्ति, it is given over here, but it is anavashyakam. Netaram anavashyakam asti, fully anavashyakam asti, it is not important. That is why the upari yat samagra drishtihi asmabhihi patitam tatra etasya vishaye kimapi na uktam asti git pratyaya vishaye, but those who are jignyasu tesham krite atra tasya vishaye uktam asti etat sutram gasnu sutrasya vishaye gasnu pratyasya vishaye. But this is not important. But those who want to read, they can read it. But this is not important as far as our prakriya, ardha dhatu prakriya is concerned. So we will read about this sutra and prayasha we will finish this karpatram in the next class. So this is not important, but we will go through this, whatever is written over here. So we'll start some new karpatra in the next class. कोऽपि प्रश्नः अस्ति वा एतावता? नास्ति चेत् अत्र स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिशान्तिशान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः.